नमस्कारः। अस्माकं विषयः अस्ति अद्यतनविषयः आत्मनेपदी धातवः एवं तस्य लट्लकारः। अस्तु, किञ्चित् वदामि आरम्भे। धातु इति सर्वे जानन्ति वा? धातवः सन्ति इत्युक्ते एकवचनम् अस्ति धातु गुरु इव, बहुवचनं गुरवः धातु इति धातवः, बहवः धातवाः सन्ति। धातु इत्युक्ते किं? कोऽपि कार्यं भवति खलु, कोऽपि खादति, पश्यति, स्वीकरोति, ददाति, एतत् सर्वं कोऽपि धातुः अस्ति। गच्छति इति गम् इति धातुः अस्ति, पठति इति पट् इति धातुः अस्ति। तर्हि बहवः संस्कृतेषु बहवः धातवः सन्ति। ये धातवः सन्ति इदानीं यदि भागं करिष्यामः इत्युक्ते तत्र विभजनं करिष्यामः चेत् तत्र धातुः धातुषु दशगणाः सन्ति। अद्यतनविषयः अस्माकं नास्ति दशगणाः के सन्ति, परन्तु धातवः तत्र श्रेणी भवति, श्रेणित्रयं। धातुरूपः कः इत्युक्ते तत्र श्रेणी त्रयम् इति भवति। धातुः सर्वासु धातवः तस्मिन्नेव श्रेण्यां भवन्ति। प्रथमम् अस्ति परस्मैपदिधातवः इति प्रथमम्। द्वितीयमस्ति आत्मनेपदिधातवः, परस्मैपदिधातवः आत्मनेपदिधातवः। तृतीयमस्ति उभयपदिधातवः इति इति श्रेणिः इति सन्ति खलु। तर्हि परस्मैपदी इत्युक्ते किम्? आत्मनेपदी इत्युक्ते किम्? इदानीं पश्यामः। परस्मैपदी इत्युक्ते कोऽपि कार्यं भवति खलु, कोऽपि गच्छति अथवा कोऽपि पठति। तर्हि कोऽपि कार्यं भवति चेत् कार्यस्य फलम् अस्ति। फलमित्युक्ते कोऽपि बालकः अस्ति खलु, बालकः अस्ति, अद्य पठति, श्वः परीक्षा इति अस्ति खलु, पठति चेत् परीक्षायाः उत्तीर्णं भवति खलु, तर्हि फलमस्ति। तर्हि क्रियायाः फलं यदि परस्मैकृते अस्ति, परस्मै इत्युक्ते अन्यकृते अस्ति, अन्यकृते, स्वस्य कृते न, अन्यकृते अस्ति चेत् तर्हि तस्य नामम् अस्ति परस्मैपदिधातवः। तथा उदाहरणमस्ति इदानीं कोऽपि ददाति खलु, तर्हि दानक्रिया भवति, तर्हि ददाति चेत् अन्यस्य कृते ददाति, स्वस्य कृते नास्ति। तदाधारेण अन्य बहवः धातवः सन्ति ये परस्मैपदिधातवः इति वदामः। तर्हि अन्य कानिचन धातवः सन्ति यत्र क्रियायाः अथवा धातुः यत्र अस्ति तस्य फलम् आत्मनः कृते भवति। आत्मनः इत्युक्ते स्वस्य कृते, यः कर्ता अस्ति स्वस्य कृते भवति तस्य फलम्। इत्युक्ते इदानीं शिशुः अस्ति, शिशुः यदा जन्मं भवति तदनन्तरं किं करोति? किञ्चित् खादति, खादित्वा खादित्वा एवमेवं कृत्वा इदानीम् अमूल्या भगिनी पश्यतु, खलु शिशुः आसीत् तदा, इदानीं तु शिशुः नास्ति खलु। तर्हि वर्ध इति धातुः अस्ति, वर्धते इति अस्ति, वर्धते वर्धते इति भवति आत्मनेपदिधातुः खलु। तदाधारेण कोऽपि पश्यति, कोऽपि पश्यति, इदानीं समीपे उद्यानमस्ति, उद्याने पुष्पाणि सन्ति, सुन्दराणि पुष्पाणि सन्ति, कोऽपि पश्यति चेत् इदानीं सौन्दर्यं मोदते इति वदामः, रमते, रमते इति वदामः, रमणम् इत्युक्ते सन्तोषः इदानीं जायते। तर्हि यत् सन्तोषः अस्ति तत् सन्तोषः स्वस्य कृते अस्ति, न तु मम माता अथवा पिता भ्राता कृते नास्ति, स्वस्य कृते अस्ति, तस्य क्रियायाः फलं स्वस्य कृते अस्ति। तर्हि तत् तस्य नामं भवति आत्मनेपदिधातवः। तर्हि विभजनं कथं करिष्यामः अथवा कथं जानीमः किम् अस्ति चेत्, अन्ते यदि ती अस्ति, गच्छति, खादति, वदति, एतत् सर्वम् अस्ति चेत् परस्मैपदि, अन्ते किं श्रूयते, इ इति श्रूयते, गच्छति, पठति, वदति, पश्यति, ददाति, एतत् सर्वम् अस्ति चेत् परस्मैपदि, अन्ते ति इति श्रूयते। आत्मनेपदी अस्ति चेत् अन्ते एकारः अस्ति, रमते, मोदते, एधते, एतत् सर्वम् अस्ति, एतत् सर्वम् अस्ति चेत् यत्र दयते, यत्र एकारः अस्ति तत्र आत्मनेपदिधातुः भवति इति श्रेणी, प्रथमश्रेणी, द्वितीयश्रेणी अस्ति, तृतीयश्रेणी अस्ति उभयपदिधातवः। कानिचन पदानि इति गणनमपि कर्तुं शक्नुमः, कानिचन पदानि, सर्वं नास्ति, कानिचन पदानि उभयपदिधातवः सन्ति। उभयपदि इत्युक्ते कदा परस्मैपदि भवति, कदा आत्मनेपदि भवति। तर्हि एकं प्रथमम् उदाहरणम् अस्ति ज्ञा इति धातु, सर्वं जानीमः इत्युक्ते तत्र पदम् अस्ति जानाति, जानाति धातुः अस्ति ज्ञा धातुः, ज्ञा धातुः अस्ति जानाति परस्मैपदि, परन्तु ज्ञा धातुः अस्ति आत्मनेपदि अपि, जानीते, जानीते, ज्ञा धातु जानाति, जानीते। कृ इति अपि धातुः अस्ति, करोति, वयं जानीमः बालकः कार्यं करोति इति परस्मैपदि, बालकः कार्यं कुरुते, कुरुते, कुरुते, कुरुते इति आत्मनेपदि, कृ धातुः अस्ति चेत्। तदाधारेण अन्या अपि सन्ति, ते उभयपदि धातवः इति खलु। प्रायः सर्वे जानन्ति, परन्तु महोदय एवं भगिनी भवन्तः न जानन्ति प्रायः, इदानीं स्पष्टं वा अथवा कोऽपि प्रश्नः? महोदय स्पष्टं, स्पष्टं नास्ति खलु। धातु अस्ति खलु, धातु, धातु इत्युक्ते गच्छति, ददाति, गम् इति धातुः अस्ति, धातुः अस्ति, गम् इति धातुः, गम् इव, गम् इव, बहवः धातवः सन्ति, बहवः धातवः सन्ति, बहवः, एकं द्वे त्रीणि इति बहवः धातवः सन्ति, बहवः धातवः सन्ति। इदानीं व्याकरणं जानाति वा? व्याकरणं, संस्कृतव्याकरणे इति तत्र श्रेणी अस्ति, प्रथमश्रेणी भवति परस्मैपदिधातवः, द्वितीयश्रेणी अस्ति आत्मनेपदिधातवः, तृतीयश्रेणी अस्ति उभयपदिधातवः खलु। कथं जानीमः कः परस्मैपदी, कः आत्मनेपदी, कः उभयपदी? तर्हि अनन्या भगिनी वद, किम् अवगच्छति परस्मैपदी कथं जानीमः? परस्मैपदी इत्युक्ते किं? नामकरणं कथमस्ति, किमर्थमस्ति नामकरणं, नामं किमर्थं परस्मैपदी इत्युक्ते किम्? न न तत्तु न जानीमः संस्कृतं जानामि एव प्रयत्नं करोतु कर्म सर्वे उपयोग करोमि अस्तु अस्तु पश्यतु महोदय वदति वा वदतु कार्यस्य कुरु कार्यम् अस्ति कार्यस्य फलम् अन्ये कृते अन्य कृते अस्ति स्वस्य कृते नास्ति अस्तु महोदय अस्ति खलु इदानीमहं वदामि पुस्तकं ददातु पुस्तकं ददातु तर्हि इदानीं दानक्रिया अभवत् खलु ददातु तर्हि महोदय पुस्तकं ददाति तर्हि भवान् अस्ति कर्ता भवान् अस्ति कर्ता कार्यं करोति भवान् ददाति पुस्तकं परन्तु तस्य फलं स्वस्य कृते नास्ति इत्युक्ते तस्य फलं फलं रिसल्ट् इति इति भवतः कृते नास्ति एवम् अस्ति चेत् तस्य नामम् अस्ति परस्मैपदी धातवः अस्तु यदि प्रश्नं पृच्छति इदानीं कार्यस्य फलं स्वस्य कृते वा कथं जानीमः अन्यस्य कृते वा कथं जानीमः पण्डिताः अपि द्वेषः भवति इदानीं तत् चर्चा अस्माकं नास्ति कथं क्रियायाः फलं स्वस्य कृते नास्ति अन्यस्य कृते अस्ति अस्माकं नास्ति अस्माकं चर्चा अस्ति रूपम् इदानीं रूपं व्याकरणे रूपं कथम् अस्ति परस्मैपदी अस्ति चेत् अन्ते ईकारः अस्ति गच्छति पठति ददाति कुत्र इति अन्ते अस्ति चेत् तिगन्तः तिकारः ईकारः अन्ते श्रूयते तकारः तु अस्ति एव ईकारः श्रूयते चेत् ईकारः श्रूयते चेत् परस्मैपदी खलु इदानीम् आत्मनेपदी आत्मनेपदी इत्युक्ते कोऽपि कर्ता अस्ति इदानीं शिशुः अस्ति कर्ता शिशुः खादति यदा वृद्धिः भवति शिशुः वर्धते वर्धति न वर्धते एकारः अस्ति इदानीं वर्धनक्रिया यथा अभवत् शिशुः स्वस्य कृते अभवत् न तु अन्यस्य कृते शिशुः खादति माता न वर्धति शिशुः वर्धति खलु तर्हि क्रियायाः फलं शिशुः कृते अभवत् तर्हि आत्मनेपदी आत्मनः कृते आत्मनेपदी परस्य कृते परस्मैपदी इति नामकरणम् अस्ति आत्मनेपदी आत्मनः यस्य आत्मा अस्ति यस्य आत्मा अस्ति तर्हि आत्मनः कृते भवति चेत् कार्यं कुत्र भवति महोदय कार्यं यत्र भवति यस्य जीवनम् अस्ति खलु तर्हि कार्यं भवति तत्र तर्हि यत्र आत्मनः आत्मा अस्ति तत्र कार्यस्य फलम् आत्मनः कृते अस्ति चेत् आत्मनेपदी परन्तु सर्वत्र कर्तोः जीव भवितुं न आवश्यकम् यदि धनं वर्धते इति धनं तु धनं वर्धते तथा वित्तकोषे धनं वर्धते इति तत्रापि वक्तुं शक्नुमः हा धनं कृते अपि जीवनम् अस्ति नास्ति इति नास्ति परन्तु जीवनम् इत्युक्ते सिडेटिव् फार्म् गच्छति स्वयं कृते कार्य किमर्थं परस्मैपदी हा गच्छति इत्युक्ते कस्मिन् कार्ये भवति तस्य कार्यं स्वस्य कृते नास्ति अन्यस्य कृते अपि भवितुम् अर्हति तर्हि गम् धातोः परस्मैपदी इति व्याकरणवैज्ञानिकाः वदन्ति मम सारांशः तथा नास्ति पण्डिताः सर्वत्र अहं वदामि पाणिनीयव्याकरणम् अस्ति तस्मात् प्राक् व्याकरणम् अस्ति तस्मात् अग्रे अपि व्याकरणम् अस्ति खलु आधुनिकव्याकरणाः ते वदन्ति किं वदन्ति इत्युक्ते सर्वे आत्मनेपदी धातवः परस्मैपदी अपि भवितुम् अर्हति ते वदन्ति सर्वे आत्मनेपदी धातवः परस्मैपदी अपि भवितुम् अर्हति परन्तु सर्वपरस्मैपदी आत्मनेपदी भवितुं न अर्हन्ति तर्हि आधुनिकसाहित्ये यदा संस्कृतमस्ति तत्र आधुनिकव्याकरणाः ते तत्र परस्मैपदी धातवः आत्मनेपदी तस्य प्रयोगः अपि दृश्यते परन्तु पाणिनिव्याकरणात् प्राक् यथा तस्य प्रयोगः अस्ति एवमस्ति यथा इदानीं वयं चर्चितवन्तः द्वयं प्रश्नः अस्ति यदि एकं कार्यं करोति तत्र सर्वे फलं गच्छति तत् अन्यकृते अस्ति अन्यकृते अस्ति तत्र परस्मैपदि स्वयम् अत्र सर्वे फलं गच्छति तत्र समीचीनम् अस्ति एतत् विषये अत्यन्तं चिन्तनं कर्तुं न आवश्यकं यदि आत्मनेपदी स्वस्य कृते वा प्रति धातवः अस्ति वा नास्ति वा विश्लेषणं न आवश्यकं प्रयोगमेव वयं रूपमेव तत् बृहद्विषयः अस्ति केवलम् अस्तु तत् विषये चिन्ता मास्तु केवलं रूपं कथमस्ति अन्तति इति अस्ति चेत् परस्मैपदी अन्ते ते अस्ति चेत् आत्मनेपदी कानिचन उभयपदी धातवः सन्ति यत्र कृधातुः ज्ञाधातुः अन्ये अपि सन्ति चुरादिगणे ये सन्ति ते अपि भवितुमर्हन्ति वयम् इदानीं न जानीमः गणविषये ते जानन्ति कदा चर्चा भविष्यति इति अस्ति आरम्भः गण इत्युक्ते परस्मैपदी आत्मनेपदी उभयपदी धातवः श्रेणीत्रयमस्ति अन्य कोऽपि प्रश्नः अस्ति वा महोदय अत्र समानप्रश्नः अस्ति आत्मनेपदी परस्मैपदी लघुशकलिङ्ग् न आवश्यकं धातोः लिङ्गं किम् धातोः कोऽपि सम्बन्धः न सूर्यं किर सूर्यस्य किर अहं प्राप्स्यामि तत्र सर्वे सर्वे फलं क्रियायाः फलं तस्य कृते नास्ति खलु सूर्यः किरणं ददाति तस्य फलं भवतः स्वीकरोति वयं सर्वं स्वीकुर्मः तर्हि लिङ्गं किं किमपि आवश्यकं क्रियापदेषु लिङ्गं लिङ्गस्य आवश्यकं नास्ति बालकः गच्छति बालिका गच्छति न कोऽपि चिन्ता खलु बालकः गच्छति बालिका गच्छति पुस्तकं यदि तत्र पादौ अस्ति चेत् पुस्तकमपि गच्छति न कोऽपि चिन्ता तत् समानमेव वाहने पुस्तकं वाहने प्रकाशं विद्यते प्रकाशते प्रकाशते इति आत्मनेपदी अस्ति प्रकाशते इति आत्मनेपदी अस्ति सूर्यतः किरणम् आगच्छति प्रकाशः कुतः आगच्छति सूर्यतः सूर्यः प्रकाशते इति आत्मनेपदी अस्ति अन्य पदमपि तत्र सूर्यः भाति इति अस्ति भाति भाति प्रकाशते तत्र किमपि पदम् उपयोक्तुं कर्तुं शक्नुमः अत्यन्तं चिन्तनं न आवश्यकम् इत्युक्ते इदानीम् आरम्भं भवति खलु अग्रे गत्वा अस्माकं व्याकरणविषये अन्य कोऽपि प्रश्नः वा अथवा अग्रे गच्छामः महोदय प्रश्नः अस्ति वा उभयपदी कानिचन उभयपदी सन्ति इदानीम् आरम्भतः पदद्वयं जानातु प्रथमं ज्ञाधातुः अस्ति जानाति परस्मैपदी जानीते आत्मनेपदी कृ इति अन्यत् किमपि अस्ति कृ अस्ति चेत् करोति क्रियते एवम् अन्य कोऽपि धातवः अस्ति, धातवः ये सन्ति यत्र यकारः अस्ति, प्रार्थयति प्रार्थयते, यत्र यकारः श्रूयते तत्र अस्माकं चुरादिगणः अन्य कोऽपि अस्ति, तत्र धातवः बहुषु उभयपदी भविष्यन्ति। यत्र अकारः यकारः अस्ति मध्ये धातुः अस्ति, अन्ते तिकारः अस्ति, मध्ये यकारः अस्ति, तत्र तस्य नाममस्ति विकरणप्रत्ययः। एवमस्ति चेत् ते उभयपदी अपि भवितुम् अर्हन्ति। श्रेणित्रयं रूपं द्वे आफ्कोर्स् तथा अस्ति। आमां तथा अस्ति। भिन्नरूपं नास्ति, रूपं तु द्वयमस्ति परन्तु श्रेणित्रयमस्ति। किमर्थम् इत्युक्ते कानिचन धातवः उभयपदि भवितुम् अर्हति इति तृतीयश्रेण्याम् एवमस्ति खलु इति श्रेणित्रयमस्ति, परस्मैपदी, आत्मनेपदी, उभयपदि इति सन्ति। रूपद्वयमित्युक्ते इकारः श्रूयते चेत्, इकारः श्रूयते चेत् परस्मैपदी खलु, गच्छति खादति एवम् अस्ति चेत् परस्मैपदी अवगच्छति। तृतीय उभयपदौ इत्युक्ते कानिचन धातवः सन्ति ये परस्मैपदी एवम् उभयपदी, रूपभेदः तत्र नास्ति। परस्मैपदी अस्ति चेत् इकारः श्रूयते, आत्मनेपदी अस्ति चेत् एकारः श्रूयते, परन्तु अन्यरूपभेदं नास्ति। गम् इति धातु गच्छति, उभयपदी नास्ति, केवलं परस्मैपदी अस्ति। वृद्ध इति धातुः वर्धते, केवलम् आत्मनेपदी अस्ति, परन्तु क्रू इति धातु आत्मनेपदी अपि अस्ति, परस्मैपदी अपि अस्ति इति श्रेणित्रयमस्ति। अत्र मध्यपदे य अस्ति, तत्र उभयपदी जायन्ते, म्रियन्ते, दयते। वदामि महोदय, यत्र विकरणप्रत्ययः अस्ति स्मरति चेत् तत्र बहुत्र सर्वत्र न बहुत्र अस्तु। अन्य किमपि प्रश्नः अस्ति अस्ति वा? अस्तु, समीचीनं तर्हि अस्तु, कथायाः इदानीं करिष्यामि, कथा पठामि। कथा अभवत् इच्छति हा, किञ्चित् पदानि सन्ति तत् वक्तुमिच्छामि, अग्रे गत्वा तस्य प्रयोगः भविष्यति, एवम् अद्य अपि समापयितुं शक्नुमः यत् अस्ति। कथा सर्वे जानन्ति, तर्हि शीघ्रमेव करिष्यामः। अस्तु अस्तु तर्हि महोदय, आरम्भं करोति वा? अस्तु। धातृमेलनं एतां कथां उच्चैः पठनीयं कोऽपि अस्ति वा? दूरवाण्यं कोऽपि नास्ति इदानीं पर्यन्तम्। एतां कथाम् उच्चैः पठत, अवगच्छत च। पाण्डवाः वनवासम् आचरन्तः मदरिकाश्रमम् आगताः। द्रौपद्या सहिताः ते तत्र रमणीयेषु काननप्रदेशेषु विहरन्तः रमन्ते। द्रौपदी अपि विहरन्ती मोदते। वदतु। पाण्डवाः अस्ति सन्ति, ते पञ्चपाण्डवाः सन्ति, ते वनवासं वनवासं समये अस्ति, वनवासे आचरन्ति। आचरन्तः कीदृशपदमस्ति, प्रातिपदिकं किमस्ति? भवान् जानाति महोदय, आचरन्ति प्रातिपदिकं किम् अस्ति? प्रातिपदिकं अचरणतः भगिनी तकारान्तपदमस्ति खलु भवत् इति प्रातिपदिकं तकारान्तपदं भवत् भवान् भवन्तौ भवन्तः आचरत् इति प्रातिपदिकमस्ति समीचीनम् आचरन् आचरन्तौ आचरन्तः सप्तषु विभक्तिषु भवितुमर्हति अस्तु द्वितीयविभक्ति वदतु न न आचरत् इति अस्ति पदं तकारान्तपदम् अस्ति आचरत् प्रातिपदिकम् आचरन् आचरन्तौ आचरन्तः इति अस्ति समीचीनं परन्तु चरति धातुरूपं चरति चतुप्रत्ययतः चरन् चरन् आगताः ते आचरन् आगताः अत्र क्रियाद्वयं सन्ति अस्ति खलु आचरति आगताः वदामि क्रियाद्वयं अत्र शत्रुप्रत्ययः न भवति महोदय किमर्थम् इत्युक्ते आचरणम् आचरन्ति आचरन्तः तथा नास्ति इति आचरत् इति पदमस्ति तकारान्तपदं तथापि अन्य एकपदमस्ति विहरन्तः अग्रे अपि विहरति विहरन्ति इति क्रियापदे विहरन् विहरन्ति समीचीनमस्ति प्रथमाविभक्तौ एकवचने पदं भवति नकारान्तपदं खलु पदमस्ति भवत् भवान् इति भवति खलु भविष्यति समीचीनं चतुर्थी पठन् पठत् इति प्रातिपदिकं पठन् इति भवति तदेव अत्र आचरन् वक्तुं शक्यते समीचीनमस्ति अहं केवलं रूपं वदामि इदानीं किमर्थम् इत्युक्ते ततः आगतः अस्ति एव एतत् पदं खलु अस्तु अस्तु द्वितीय एकवचनं महोदय आचरन्तं द्वितीया पूर्णतया वदति द्वितीय आचरन्तौ आचरतः समीचीनं तृतीया महोदय जानाति वा न जानाति खलु भवत् जानाति वा भवत् शब्दं विभक्ति अस्तु अस्तु भगिनी वदतु न श्रु अस्तु अस्तु भगिनी वदतु आचरत् पदमस्ति आचरत आचरभ्याम् आचराति पुनः अस्तु चतुर्थी आचरते आचरत्याम् आचरत्यः समीचीनं पञ्चमे आचरतः अस्तु समीचीनं षष्ठी महोदय करोतु पुनः षष्ठीद्विवचनं समीचीनं सप्तमे आचरति आचरतोः आचरत्सु आचरत्सु इति अस्ति पदं खलु आचरत्सु भवत् भवत् शब्दं पश्यति चेत् समीचीनं भवति अस्तु अहम् इदानीं कक्षायाः अनन्तरं वदामि कुत्र अस्ति पुस्तके अस्ति तत्सर्वम् अस्तु समीचीनम् आचरत् इत्युक्ते भ्रमन्ति इदानीम् अत्र अनन्तरं तत्र इति भ्रमन्ति अस्ति आचरन्तः अस्ति तत्र समीचीनमस्ति तदनन्तरं भद्रिका ते भद्रिकाश्रमम् आगतः भद्रिकाश्रमम् इत्युक्ते स्थानमस्ति कोऽपि स्थानमस्ति कोऽपि आश्रममस्ति तस्य नाममस्ति भद्रिका कोऽपि आश्रममस्ति खलु आश्रमम् इत्युक्ते कोऽपि संस्थानमस्ति तस्य नाममस्ति भद्रिका आश्रमं नास्ति तस्य नाम अत्र कथा अस्ति नाममस्ति केवलं नाममस्ति तस्य नाममस्ति भद्रिका अस्तु अनन्तरम् अनन्तरं द्रौपदी पाण्डवाः द्रौपद्या सह वने आचरणं करिष्यन्ति तत्र सहिताः कीदृशपदमस्ति सहिताः बहुवचनमस्ति खलु इत्युक्ते पाण्डवाः सहिताः इति विशेषणमस्ति तत्र विशेषणविशेषभावः अस्ति द्रौपद्या सहिता ते ते पदस्य विशेषणमस्ति सहिता तत्र रमणीयेषु काननप्रदेशेषु कानन इत्युक्ते वनं प्रदेशेषु इत्युक्ते स्थानेषु हा कोऽपि स्थानं वने बृहद्वनमस्ति खलु अत्र स्थानं तत्र स्थानम् इदमस्ति विहरन्तः इदानीं जानाति आचरन्त विहरत् इति पदमस्ति इति विहरत् इति पदमस्ति अत्र प्रथमा बहुवचनमस्ति अस्तु विहरन्तः रमन्ते रमन्ते इत्युक्ते आनन्दं अनुभवति अनुभवन्ति अस्तु तर्हि अत्र पदमस्ति रमन्ते खलु तर्हि सः रमते सः रमते सः रमते तौ भगिनि रमेते अस्तु सः रमते तौ रमेते ते रमन्ते ओके अस्तु अस्तु सः रमते तौ रमेते ते रमन्ते अस्तु त्वं रमेते रमसि रमेसि किं स्पष्टतया वदतु त्वं अस्तु द्विवचनं महोदय युवां रमेते रमेते यूयं रमद्वे अहं अस्तु अहं रमे भवान् जानाति वा न आवां रमावहे वयं रमावहे अस्तु अस्तु अत्र पश्यामः किञ्चित् निमेषद्वयम् अस्तु द्रष्टुं शक्यन्ते खलु अत्र अस्ति पुरुषः अत्र अस्ति वचनम् अस्तु एवं रूपं भवति अस्तु प्रथमपुरुष मध्यमपुरुष उत्तमपुरुष खलु अनन्तरं एकवचनं द्विवचनं बहुवचनम् इति अस्ति खलु तर्हि प्रथमपुरुष एकवचनं किम् अस्ति वयं जानीमः सः तौ ते मध्यमपुरुष किमस्ति त्वं युवां यूयं अहम् आवाम् वयम् खलु इति प्रथममस्ति इति प्रथममस्ति. इदानीं वयं वदामः रमते करिष्यामः सः रमते तौ रमेते ते रमन्ते त्वं रमसे आवां रमेथे यूयं रमध्वे अहं रमे आवां रमावहे वयं रमामहे. इदानीमहं वदामि वर्धते तदाधारेण वदामः सः वर्धते तौ वर्धेते ते वर्धन्ते त्वं वर्धसे युवां वर्धेते यूयं वर्धध्वे अहं वर्धे आवां वर्धावहे वयं वर्धामहे. एवं भविष्यति. तर्हि त्रिषु वचने त्रिषु पुरुषेषु त्रिषु वचनेषु इति अग्रे गत्वा भविष्यति. अस्तु समीचीनं वा? अस्तु अत्र इदानीं अत्र इदानीं करिष्यामः. सर्वे जानन्ति रमते रामते रामेते रामन्ते रामसे आम् आम् रमसे रामेथे रामाध्वे रमे रमावहे रमामहे इति अस्ति. तर्हि यदा वयं वदामः कथं वदामः सः रमते तौ रमेते ते रमन्ते त्वं रमसे युवां रमेथे यूयं रमध्वे अहं रमे आवां रमावहे वयं रमामहे इति वदामः. अस्तु इति अस्ति उदाहरणत्वेन. अस्तु तर्हि अत्र अस्ति रमन्ते पुस्तके अस्ति रमन्ते. रमन्ते इत्युक्ते ते रमन्ते पाण्डवाः रमन्ते इति तस्य सम्बन्धे अस्ति खलु. अत्र पुस्तके अपि दत्तमस्ति अग्रे गत्वा इदानीं चिन्ता मास्तु. अस्तु सन्तोषः जायते इति रमन्ते इति वदामः. अस्तु अग्रे अन्तिमवाक्यं महोदय. द्रौपदी अपि विहरन्ति मोदते. द्रौपदी सः सा अपि विहरन्ति विहरन्ति कीदृशपदमस्ति अत्र हा तत् अस्ति परन्तु महोदयेन उक्तं खलु बालकः खादति एवं बालकः दूरदर्शनम् अपि पश्यति एकसमये खादति दूरदर्शनं पश्यति बालकः खादन् दूरदर्शनं पश्यति इति वदामः. खादन् दूरदर्शनं पश्यति खादति पश्यति कार्यद्वयम् एकसमये भवति तर्हि शत्रुप्रत्ययः इति वदामः. शत्रुप्रत्ययः खादन् पश्यति. अत्रापि बालकः खादन् दूरदर्शनं पश्यति बालकः खादन् दूरदर्शनं पश्यति परन्तु बालिका खादन्ती दूरदर्शनं पश्यति. खादन्ती स्त्रीलिङ्गे रूपं भिन्नं भवति शत्रुप्रत्यये. अस्तु अत्र तथा अस्ति द्रौपदी अपि विहरन्ती मोदते इत्युक्ते द्रौपदी विहरति एवं मोदते अपि कार्यद्वयं भवति एकसमये तर्हि द्रौपदी अपि विहरन्ति मोदते इति शत्रुप्रत्ययः अस्ति अस्तु तथा अस्ति अस्तु समीचीनं तर्हि अस्तु अग्रे महोदय एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पम् इक्षते तत् सौगन्धिकं कमलम् इति सा जानाते जानीते अस्तु अस्तु वदतु वदतु तत् वाक्यद्वयं वदतु सा तद्दृष्टानि तद्दृश्यानि अधिकानि पुष्पाणि कमयेते कमयाते कमयते अस्तु वदतु वदतु वदतु तत् वदतु इदानीं किम् अवगच्छति एकदा वदतु अर्थं वदतु द्रौपदी प्रशति फलान् फलानि सुन्दरं वायुवत् वायुवत् वायुना वायुना किम् अस्ति वायु जानाति वा वायुना वायुना का विभक्ति अस्ति वायुना का विभक्ति अस्ति गुरु गुरुणा ओ न जानाति वा अस्तु अस्तु तृतीया समीचीनं कुत्रापि नकारः अस्ति चेत् उकारः इकारः पदानि तत्र राशः तत्र तृतीया एकवचने सन्ति गुरुणा गुरु अस्ति चेत् गुरुणा वायु अस्ति वायुना तृतीया एकवचनम् अस्ति माध्यमम् अस्ति खलु माध्यमम् अस्तु अस्तु मीडियम् इति अस्ति इति एकदा द्रौपदी वायुना आनीतम् एकं सुन्दरं पुष्पं सुन्दरं जानाति पुष्पमपि जानाति अस्तु इक्षते इक्षते इत्युक्ते न न इदानीं पश्यति पश्यति पश्यति इदानीं पश्यति इक्षते पश्यति पश्यति इदानीं सुन्दरं पुष्पं पश्यति इदानीं वायुना आनीतम् एकं सुन्दरं पुष्पं पश्यति पश्यति खलु एकदा द्रौपदी वायुना आनीतं वायुना आनीतं तु तत्र नास्ति पुष्पं तत्र नास्ति वायुना आनीतं पुष्पं पश्यति अस्तु अस्तु समीचीनं तत्र अग्रे तत् तत् सौगन्धकं कमलम् इति सा जानाते जानीते जानीते जानीते सौगन्धिकम् इत्युक्ते सौगन्धिकम् इत्युक्ते किं गन्धमस्ति खलु पुष्पमस्ति पुष्पं सुगन्धमिति तथा अस्ति दुर्गन्धमिति सम्यक् नास्ति दुर्गन्धं सुगन्धम् इत्युक्ते सम्यक् गन्धमस्ति कमलम् इति सा जानीते कमलमिति पुष्पं कमलम् इति सा कमलमिति जानीते जानीते इति आत्मनेपदी अस्ति जानाति अस्ति चेत् परस्मैपदी अत्र उभयपदी या धातुः जानीते आत्मनेपदी समीचीनम् अग्रिमं सा तादृशानि अधिकानि पुष्पाणि कामयेत् कामयाते कामयते यते इच्छति अधिकानि इत्युक्ते अधिकानि एकं द्वे त्रीणि नास्ति अधिकानि अधिकम् अधिकानि महोदयेन उक्तं तथा अस्ति बहवः बहवः बहवः द्वितीय न एकवचने अस्ति बहुवचने प्रथमाविभक्ति बहुवचने अस्ति अधिकम् अस्ति प्रथम एकवचनं अधिकानि इति बहुवचनम् अस्ति इत्युक्ते पुष्पाणि कति कति गणनं द्वे वा बहूनि अधिकानि मोर् अधिकानि पुष्पाणि कामयते कामयते इत्युक्ते इच्छति समीचीनम् अति उत्तमं महोदय अग्रे भगिनि अतः सा पति भीमसेनं प्रार्थयति भीमसेनं नास्ति अतः सा पतिं भीमसेनं प्रार्थयति भवान् एतादृशानि अन्यानि बहूनि पुष्पाणि आनयतु इति गदापाणि सन् प्रतिष्ठति तत् वदति एतत् पर्यन्तं वदति द्रौपदी पति हिंसेन हिंसेन वदति सुगन्ध पुष्पाणि अधिकम् आनयतु प्रार्थयते मध्ये यकारः अस्ति खलु न अन्ते एकारः अस्ति चेत् आत्मनेपदी परन्तु अत्र सूचना अस्ति यत्र यकारः अस्ति चेत् प्रायशः तानि पदानि अपि आत्मनेपदी भवितुम् अर्हन्ति सर्वत्र न परन्तु बहुत्र तथा अस्ति प्रार्थयते इत्युक्ते निवेदनं निवेदनं करोति प्रार्थयति प्रार्थनां करोति बहूनि पुष्पाणि आनयतु तदनन्तरं हिंसेनः गदापाणि गदापाणि सह पुष्पाणि आनयतु आनयितुं गच्छतु अस्तु अस्तु अस्तु गदापाणि इत्युक्ते गदापाणि अवगच्छति महोदय वा गदापाणि इत्युक्ते यस्य यस्य पाणौ गदा अस्ति सः गदापाणिः यस्य पाणौ पाणि इत्युक्ते हस्तमस्ति हस्तद्वयमस्ति खलु तद्विवचनमस्ति यस्य पाणौ गदा अस्ति सः गदापाणिः इति मुनिः षष्ठी मुनेः मुनेः पाणेः यस्य पाणेः गदा अस्ति सः गदापाणिः न न तथा नास्ति तथा नास्ति पाणि इत्युक्ते हस्तं हस्ते कस्य हस्ते गदा यस्य पाणेः गदा अस्ति सः गदापाणिः इति अस्ति यस्य पाणेः गदा अस्ति सः गदापाणिः अस्तु प्रतिष्ठ सन् इत्युक्ते किं तत्र सन् एकं पदमस्ति सन् इत्युक्ते धातुः अस्ति अस् धातुः धातुः अस्ति अस् धातुः अत्र प्रयोगः शत्रुप्रत्ययः अस्ति सन् अस् इति धातुः शत्रुप्रत्ययः भवति सन् अत्रापि वाक्यद्वयमस्ति भीमसेनः गदापाणि अस्ति सः प्रतिष्ठते पदस्य शत्रुप्रत्ययः भवति सन् गदापाणिः सन् प्रतिष्ठते प्रतिष्ठते इत्युक्ते किं गच्छति किं भगिनि किं वदति स्था धातुः अस्ति प्र इति उपसर्गः अस्ति प्र अत्र उपसर्गः अस्ति स्था धातुः भवति पदं भवति तिष्ठति तिष्ठति स्था धातोः प्र इति उपसर्गः भवति तर्हि प्रतिष्ठते उपसर्गः उपयुज्य इदानीं पदं भविष्यति आत्मनेपदी धातवः तिष्ठति इति भवति प्रा इति उपसर्गः भवति चेत् तस्य रूपम् इदानीं भवति आत्मनि परिवर्तनं भवति कुत्र कुत्रापि उपसर्गः उपयोगं भवति चेत् परस्मैपदी आत्मनेपदी भवति तिष्ठति अस्ति पदं तिष्ठति प्रतिष्ठते अवगच्छति इदानीं तिष्ठति जानाति वा किम् अत्र तिष्ठति प्रतिष्ठति इत्युक्ते क्षालति क्षालयति इत्युक्ते किं प्रक्षालयति इत्युक्ते तत्रापि किं भवति हस्तं हस्तं प्रक्षालयति अपि भवितुम् अर्हति हस्तमपि प्रक्षालयति न कोऽपि हस्तं प्रक्षालयतु अथवा कोऽपि कुपिः अस्ति तदपि प्रक्षालयं शक्नुमः बहवः वस्तूनि सन्ति तदपि प्रक्षालयितुं शक्नुमः इति कोऽपि हस्तप्रक्षालयति कुत्र बहुत्र लिखितमस्ति किमपि वस्तु अस्ति चेत् प्रक्षालयामः चेत् अपि भवति तर्हि प्रतिष्ठते किं वदति भगिनी एव महोदय तदनन्तरं प्रतिष्ठते इत्युक्ते किं पूर्वकक्षे कक्षायां लिखामि लिखितवान् विख्यातः किं विख्यातः हा हा इत्युक्ते सर्वे जानन्ति तस्य नामम् एवम् अस्ति सः प्रसिद्धः इति वक्तुं शक्नुमः गदापाणि तत्र अस्ति सः गदापाणिः अस्ति एवं तस्य नाम विख्यातः इति अस्ति सर्वे जानन्ति इति अर्थमस्ति खलु प्रसिद्धः विख्यातः इति अस्ति प्रसिद्धः प्रसिद्धः इति जानाति वा महोदय आमामां तथा अस्ति गदापाणिः अस्ति चेत् सः गदा चालयति खलु इति अर्थमस्ति समीचीनं तथा अस्ति अग्रिमं वाक्यमपि करोतु भगिनी अग्रे ताम् एव दिशं गत्वा सः कण्ठमादन पर्वते सर्वत्र मृगयति तत्र दिशम् अस्ति खलु कीदृशपदं दिशं भवती जानाति समीचीनं पुस्तकलिङ्गं कुत्र कुत्र कुत्र लिङ्गं कथा भवति शकारः कथं दृष्ट्वा जानीमः लिङ्गं किम् अस्ति पुलिङ्गे लिङ्गत्रयमस्ति खलु अस्तु न कोऽपि चिन्ता यदि दन्त्यसकारः अस्ति किं किं भवितुम् अर्हति दन्त्यसकारः अस्ति चेत् पदद्वयमस्ति पुस्तके विद्वस् मनस दन्ते सकारः अस्ति चेत् विद्वत् सकारान्तपदं पुल्लिङ्गपदम् एवं दन्ते सकारः मनस् सकारः अस्ति चेत् नपुंसकलिङ्गपदं खलु पुल्लिङ्गे अन्य कोऽपि सकारः नास्ति केवलं दन्ते सकारः तर्हि अत्र तु दन्ते सकारः नास्ति तर्हि पुल्लिङ्गं न भवति इति वयं चर्चितवन्तः द्वितीयम् अस्ति स्त्रीलिङ्गे कथं भविष्यति स्त्रीलिङ्गे दन्त्यसकारः नास्ति केवलं तालव्यसकारः एवं मृर्धन्यसकारः भवति अथवा तत्र पदमस्ति दिश् भवति धनुष् तथापि सन्ति स्त्रीलिङ्गे आशीष् प्रायः तथा अस्ति खलु एवं नपुंसकलिङ्गे तालव्यसकारः नास्ति मृर्धन्यसकारः अस्ति एवं दन्त्यसकारः अस्ति तर्हि तालव्यसकारः केवलम् एकलिङ्गे भवति तत् स्त्रीलिङ्गे एव तर्हि किमपि त्रुटि नास्ति खलु इति अस्ति अस्तु तर्हि प्रातिपदिकं किम् अस्ति भगिनि प्रथमाविभक्ति एकवचनं तथा नास्ति भगिनि किमस्ति वदतु सहायं करोतु कृपया प्रातिपदिकं किम् अस्ति वदति देश् प्रथम एकवचनं इति अस्ति एवम् अस्ति तर्हि गृहपाठनं भविष्यति अधिकम् आवश्यकम् अस्तु समीचीनम् प्रायशः महोदय न जानाति एतत् सर्वं क्रमशः भविष्यति न मास्तु चिन्ता एतत् सर्वं डैरेक्षन् तथा अस्ति तथा अस्ति तथा अस्ति दिशं दिशम् इति द्वितीय एकवचनम् अस्ति तस्य पदस्य दिशं गत्वा सः गन्धमादनपर्वते सर्वत्र सर्वत्र मृगयति सर्वत्र इत्युक्ते सर्वत्र अभ्यासपुस्तके अस्ति अत्र तत्र सर्वत्र सर्वत्र मृगयते मृगयते इत्युक्ते एवं वा तथा अस्ति मृगैव अन्वेषणं करोतु अन्वेषणं करोतु मृगैव अत्रापि पश्यतु एकनिमिषः निश्चयेन अत्रापि पश्यतु मृगयते यकारः अस्ति खलु तर्हि बहुत्र सर्वत्र न बहुत्र यत्र यकारः आगमिष्यति तत्र आत्मनेपदी भवितुमर्हति चुरादिगण इति गणविषये ये जानन्ति तत्र भविष्यति अस्तु समीचीनमस्ति महोदय नामम् अस्ति पर्वतस्य नामम् अस्ति गन्धमादन तथा अस्तु भगिनी अग्रे सर्वे पाणिनः तं कुतूहलेन निरीक्षन्ते अग्रे गतः दिनसेनः कदलीवनम् आलोकते तत्र हनुमान् निद्रावशागः आसीत् वशगः आसीत् सः सर्वद्वारम् आवृत्य शेते स्म स्वर्गद्वारम् आवृत्य शेते स्म भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते तदा हनुमान् लोचने ईर्ष ततः भाषते च किमर्थं सुखसुप्तं मां प्रबोधयसि त्वं कः किमर्थम् आगतः एषः देवलोकस्य मार्गः वर्तते अत्र मनुष्याणां प्रवेशाय अनुमतिः न विद्यते इति. अस्तु. सर्वे प्राणिनः तं कुतूहलेन निरीक्षन्ते. सः सर्वप्राणिः कुतूहलेन निरीक्षन्ते. प्राणिनः इत्युक्ते का विभक्ति? एवं वा भगिनि? एवं वा महोदय? समयः नास्ति महोदय. अस्तु. कुतूहलेन तत्र एवं रूपं सन्ति चेत् यदि नकारान्तपदानि सन्ति अथवा तकारान्तपदं सन्ति चेत् तत्र कुत्र भविष्यति? अन्य द्वितीया बहुवचने वा पञ्चमी एकवचने वा षष्ठी एकवचने वा रूपाणि तत्र कदा कदा इति भ्रमः भविष्यति. तर्हि अहं पृष्टवान् अस्तु. कुतूहलेन इत्युक्ते अस्तु निरीक्षन्ते इत्युक्ते सरलभाषया वदतु. निरीक्षन्ति इति बहुवचने अस्ति खलु. पश्यन्ति. अस्तु अग्रे. अग्रे गतः दीर्घेन अलोकते. आलोकते. कदलीवनम् इत्युक्ते महोदय कदली जानाति वा? महोदय जानाति वा कदलीवनं भगिनि? हा वनम् अस्ति तत्र कदलीवृक्षाः सन्ति इति कदलीवनं. किमस्ति नाम कदलीवनम्? आलोकते. आलोकते इत्युक्ते पश्यति तथा अस्ति. अस्तु अग्रे. तत्र हनुमान् निद्रावशादः आसीत्. वशगः आसीत्. सः हनुमान् मित्रः. हनुमान् तत्र कुत्र? तत्र कदलीवनं. कदलीवने हनुमान् निद्रावशगः आसीत्. समीचीनं. निद्रा निद्रा करोति तत्र. अस्तु अग्रे. स्वर्गद्वारम् आवृत्य भीमसेनः स्वर्गद्वारम् आवृत्य. सः इति कः? सः हनुमान् जनद्वयं सन्ति तत्र खलु. हनुमान् स्वर्गद्वारम् आहृत्य क्षेते शयनं कुरुते. स्वर्गद्वारम् इत्युक्ते दृष्टवती वा? कथं दृश्यते इति जानीमः वा स्वर्गद्वारं? न. अत्र अत्र किमर्थम् उक्तवान् तत्र? तर्हि स्वर्गद्वारं हनुमान् निद्रावशाटः इति. स्वर्गद्वारम् अत्र किमर्थं लिखितमस्ति इत्युक्ते किं? स्वर्गस्य पथ. द्वारमस्ति हनुमान् बाधात् द्वारं बाधात् कृत्वा भीमसेन न शक्नोमि अत्र गन्तुं न शक्नोति भवान् दृष्टवान् वा स्वर्गद्वारं कथा न तथा समीचीनम् अस्तु सः स्वर्गद्वारम् आवृत्य शेते स्म शेते इति शयनं भीमसेनः तस्य समीपं गत्वा सिंहनादं कुरुते भीमसेनः कस्य समीपं हनुमान् समीपं गत्वा सिंहनादं सिंहनादम् इत्युक्ते सिंह इव गर्जनं गर्जनं गर्जनं तदा हनुमान् लोचने ईर्षत् ईषत् ईषद् ईषत् उन्मील्य समयते स्मयते स्मयते तथा गर्जनादने उन्मिल् वदतु उत्तिष्ठते भवती गतसप्ताहे आगतवती खलु अथवा न न परन्तु भवती जानाति एव तदा हनुमान् लोचने उत्तिष्ठ लोचन इत्युक्ते लोचन इत्युक्ते भगिनी लोचन महोदय लोचन चक्षुः लोचन तस्य अन्यनामम् अस्ति नेत्रं चक्षुः लोचनं समान अर्थः लोचने षड् उन्मीलने द्विवचनमस्ति खलु लोचनं लोचने लोचनं पदमस्ति खलु द्विवचनम् अस्ति स्मयते इत्युक्ते किञ्चित् एव उन्मील्य चक्षुम् अस्ति खलु इदानीं प्रश्नं पृच्छामि तत्र स्मयते अस्ति खलु अस्तु ये गणविषये जानन्ति स्मयते कस्मिन् गणे अस्ति दशम वदन्तु वदन्तु वदन्तु सूक्ष्मः किञ्चित् किञ्चित् किञ्चित् पश्यामः गणविषये सर्वे जानन्ति खलु एते तु न जानन्ति परन्तु अस्तु गणदशगणाः सन्ति परन्तु अस्माकम् इदानीं कार्यं नास्ति दशगणाः के के सन्ति परन्तु किञ्चित् पुनस्मरणम् इति पुनस्मरणेन वदामि तर्हि प्रथमं गणमस्ति प्रथमसदस्य अस्ति प्रथमं गणमस्ति भुवादिगणः अस्तु भुवादिगणः तत्र किं भवति भू इति भवति प्रथमं धातु अस्ति भू विकरणप्रत्ययः अस्ति सप् अन्ते ति अस्ति शाप् इत्युक्ते तत्र शा आ इति श्रूयते अकारः इति श्रूयते पकारः इति पुगागमः इति वदामः पाणिनिव्याकरणे इत्युक्ते प गच्छति अस्तु तर्हि एवं भवति चेत् तत्र उकारस्य शकारः प्रभावेन अत्र भो इति भवति. अस्तु, इदानीम् अत्र ओकारः अस्ति, स्वरः मध्ये अकारः अस्ति, तत्र अब् इति भवति. भा अधिकम् अब् अधिकम् इति भवति इति भवति इति वयं जानीमः, भवति खलु. तर्हि भूआदिगण इति भवति इति प्रथमगणः, तस्य नाम प्रथमगण एवं षष्ठगणे कः भेदः? ज्ञातवान् सन्धिः, ये सन्धिविषये अपि जानन्ति, तत्र अब् इति भवति, भवति भुआदिगणे इति अस्ति. क्रमेण भवन्तः चिन्ता मास्तु, वयं गणविषये पठामः कदा, परन्तु ये जानन्ति गणविषये तदाधारेण भवति खलु. अत्रापि तथा अस्ति, केवलं भू. हा, प्रथमगणे षष्ठगणे किं भेदः महोदय, स्मारयति वा? हा, समीचीनं, तथा अस्ति. प्रथमगणे गुण भविष्यति, अत्र षष्ठगणे गुण न भविष्यति. इत्युक्ते यदि लिखति नयामः, लिखति नयामः चेत् तत्र लिखति षष्ठगणे अस्ति, न तु प्रथमगणे. तर्हि पदं नास्ति लेखति, परन्तु लिखति अस्ति, इकारस्य एकारः न भवति खलु. जानाति महोदय खलु गणविषये किञ्चित्? विस्मृतवान् इदानीम्. अस्तु, नास्ति चिन्ता. अत्रापि तथा अस्ति, अत्रापि तथा अस्ति. अत्र किमस्ति, अत्र स्मि इति अस्ति, धातु अस्ति स्मि. सकारः मकारः ह्रस्वैकारः स्मि अस्ति, तदाधारेण अपि अस्ति, अत्र अस्ति. अत्रापि स्मि, मकारः गच्छति, अकारः अस्ति, सकारस्य प्रभावेन तत्र भवति स्मे भवति, इकारस्य एकारः भवति, गुणविषये इकारस्य एकारः भवति. तर्हि सकारः मकारः एकारः भवति. एवम् एकारः अधिकम् अकारः अय भवति, अय न तु अब् अय भवति. अय भवति चेत् अत्र ते अस्ति, नास्ति चिन्ता, आत्मनेपदि सन्ति, न कुतः. इदानीं नास्ति, सर्वत्र चुरादिगणे नास्ति. चुरादिगणे भवति विकरणप्रत्ययः यकारः केवलं, न तु आया, तत् किञ्चित् भिन्नमस्ति. हा, तर्हि तत्र अस्माकं भवति स्मयति, स्मयति, क्षम्यताम्, इति प्रथमगणे अस्ति भुआदिगणे पदं स्मयते. कुतः आगतः इति, कदा मस्तिष्के आगच्छति चेत् एतत् क्रमेण करिष्यामः, कर्तुं शक्नुमः. अस्तु, उन्मील्य स्मयते इत्युक्ते मन्दं मन्दं सः हसति, चक्षु उन्मील्य. अस्तु, अस्तु, समीचीनम्. अग्रे भगिनी पठतु, समापयति तत्. प्रबोधयसि त्वं कः, किमर्थम् आगच्छतः? एषः देवलोकस्य मार्गः वर्तते, अत्र तत्र मनुष्याणां प्रवेशाय अनुमति न चित्तते विद्यते वदतु वदतु शीघ्रं करिष्यामः समयः नास्ति तदा समापयतु तत् भासते भासते इत्युक्ते समीचीनं किमर्थं किमर्थं सुखसुप्तं किमर्थं सुखसुप्तम् इत्युक्ते सुप्तं सुप्तम् इत्युक्ते निद्रा सुखेन शयनं करोति सः हनुमानः तत्र खलु सुखेन मां खलु मां प्रबोधयसि प्रबोधयसि इत्युक्ते जागरति इदानीम् अमूल्या शयनं करोति माता जागरति प्रबोधयति उत्तिष्ठतु उत्तिष्ठतु उत्तिष्ठतु इति विद्यालयं गच्छामः सुप्रभातात् इदानीम् अभवत् किमर्थं मध्यमपुरुष क्रियापदं त्वम् अत्र न लिखितमस्ति खलु त्वं किमर्थं सुखसुप्तं मां क्रोधयसि प्रबोधयसि खलु त्वं कः अत्र अग्रे लिखितमस्ति त्वम् अग्रिमवाक्ये त्वं कः अस्तु अग्रे किमर्थम् आगतः इति सुलभम् अस्ति खलु त्वं कः किमर्थम् आगतः त्वम् इत्युक्ते इदानीं हनुमानं वदति भीमसेनम् अस्तु परन्तु हनुमानं भीमसेनं प्रति पृच्छामि खलु पृच्छति पृच्छति भीमसेनं प्रति पृच्छति त्वं त्वं त्वं वदति त्वं त्वं त्वं कः त्वं कः किमर्थं मां प्रबोधयति इति वदति मध्यमपुरुषे खलु त्वम् इत्यत्र लिखितम् अस्ति त्वम् इति तत्र लिखितं अस्तु अस्तु समीचीनं समयः नास्ति शीघ्रं शीघ्रं एषः वदतु मार्गः वर्तते अत्र मनुष्याणां प्रवेश्य प्रवेशाय अनुमतिः न विद्यते अस्तु अस्तु अस्तु समीचीनं मनुष्याणां प्रवेशाय प्रवेशाय प्रवेशाय का विभक्ति रामः रामाय समीचीनम् अस्तु प्रवेशाय अनुमतिः न विद्यते इत्युक्ते भवतः अनुमतिः अत्र नास्ति अस्तु किमपि न भविष्यति स्वापतेव चतुर्थी प्रवेशाय स्वप्रत्ययः वा पश्यामः एकं क्रियापद क्रियापदम् किमर्थम् इत्युक्ते तत्र प्रवेशः क्रियापदं भविष्यति खलु लेवन्तप्रत्ययः समीचीनं तत्र विभक्ति न भवति श्रूयते तथा रामाय इव नास्ति परन्तु तथा नास्ति समीचीनम् अग्रे महोदय प्रश्नः अस्ति वा महोदय मनुष्याणां षष्ठीबहुवचनं मनुष्यः मनुष्यः इत्युक्ते जनाः वयं सर्वे मनुष्यः मनुष्याणां षष्ठीबहुवचनं हनुमान् वदति मनुष्यः अहं व्याधिपीडितः अस्मि अतः तदा भीमसेनः वृत्ते उत्यातुं मम शक्तिः न विद्यते. कुत्र अस्ति महोदय? तदा भीमसेनः तदा भीमसेनः ब्रूते अहं कुन्तीपुत्रः भीमसेनः एतेन मार्गेण गन्तुम् इच्छामि. त्वम् उत्तिष्ठ मार्गः प्रयच्छ इति भीमसेनः हनुमानं वदति. अहं कुन्तीपुत्रः भीमसेनः. पूर्वं हनुमान् पृच्छति त्वं कः. तदा भीमसेनः वदति अहं कुन्तीपुत्रः भीमसेनः. एतेन मार्गेण गन्तुम् इच्छामि. तदा मार्गेण गन्तुम् इच्छति. ओके, त्वम् उत्तिष्ठ पृच्छति नकारं लोट मध्यमप्रश्न एकवचनं त्वम् उत्तिष्ठ मार्गः प्रयच्छ इति मार्गं प्रयच्छ इति प्रयच्छ इत्युक्ते उद्घाटय वृत्ते इत्युक्ते समीचीनं प्रयच्छ प्रयच्छति ददातु इति उद्घाटयतु उद्घाटय अस्तु अग्रिमं परिच्छेदमपि करोतु महोदय. हनुमान् वदति अहं व्याधिपीडितः अस्मि अतः उत्यासं मम शक्तिः न विद्यते. यदि त्वया अवश्यं गन्तव्यं त्वया अवश्यं गन्तव्यं तर्हि मां लङ्घयित्वा गच्छ इति तद् श्रुत्वा हनुमान् वदति अहं व्याधिपीडितः अस्मि. व्याधिपीडितः इत्युक्ते व्याधिः अस्ति. व्याधः इत्युक्ते रुग्णः पीडितः इत्युक्ते प्रभावितः उत्तिष्ठं मम न शक्तिः अस्ति शक्तिः नास्ति तदा तर्हि लङ्घयित्वा गच्छ. लङ्घ इत्युक्ते उपरि गत्वा कोऽपि शयनं करोति उपरि गत्वा गच्छतु. कूदयित्वा गच्छ इति पृच्छति. समीचीनम् अग्रे महोदय. तदा भीमसेनः वदति परमात्मा देहं व्याप्य अवतिष्ठते इति अहं जाने. तव लङ्घनेन तस्य अवमानं कर्तुं न उत्सहे. अन्यथा हनुमान् सागरम् इव त्वां लङ्घयित्वा गच्छेयम् इति वदतु. उत्तररूपेण भीमसेनः वदति परमात्मा सर्व जीवानां देहे एवं व्याप्य इत्युक्ते पूर्णतया सर्वत्र देहे सर्वत्र अस्ति पूर्णतया अवतिष्ठते इति अस्ति इति अहं जाने. कीदृशपदमस्ति आत्मनेपदे उत्तमप्रशयप्रचलं अहं जाने सः जानीते. ओके, हनुमान् पृच्छति कः सः हनुमान् किमर्थं सः सागरं लङ्घितवान्. ओ तत्र तव लङ्घनेन तव लङ्घनेन तस्य अवमानं कर्तुं न सः यदि अहं लङ्घनं करोति तव इत्युक्ते परमात्मा परमात्मा अस्ति देहे तव इत्युक्ते भवतः हनुमन्तं देह हनुमन्तं देह तत्र इति तव तत् अस्ति खलु तव लङ्घनेन तस्य तस्य इति परमात्मा तव लङ्घनेन इत्युक्ते भवतः भवतः लङ्घनेन तस्य इत्युक्ते परमात्मा त्वां पदस्य षष्ठीकवचनं तव तव लङ्घनेन तस्य अत्र तस्य अत्र परमात्मा अवमानं कर्तुं न उत्सहे उत्सहे इत्युक्ते मम प्रेरणा नास्ति मम प्रेरणा नास्ति इच्छा नास्ति न करिष्यामि अस्तु तदेव अहं न करिष्यामि अन्यथा यदि इच्छामि चेत् हनुमान् इव अहं सागरं यद् यथा यथा हनुमान् सागरं लङ्घनं करोति तदा एव अहमपि कर्तुं शक्नोमि तत्र गच्छेयमस्ति रूपं किम् अस्ति गच्छेयं रूपं किं सर्वे जानीयुः बिदिलिङ्ग् अस्ति बिदिलिङ्ग् अस्ति परन्तु बिदिलिङ्ग् पदस्य मार्गद्वयं भवति खलु सम्भावनार्थे आदेशार्थे अत्र किमस्ति सम्भावनार्थे अस्ति बिदिलिङ्ग् सम्भावनार्थे अस्ति गच्छेयं बिदिलिङ्ग् आगमिष्यति कक्षाद्वयम् अनन्तरं बिदिलिङ्ग् आगमिष्यति तर्हि चिन्ता मास्तु अस्तु गच्छेयम् इति अहं प्रायशः करिष्यामि एतत् कार्यम् इति वदति अग्रिममपि करोतु महोदय अग्रिमम् एकम् अस्ति हनुमान् पृच्छति सः सः किमर्थं सः भागं लङ्घितवान् इति सः कः हनुमान् कः किमर्थं सः लङ्घनं कृतवान् साधनम् इति समीचीनमस्ति अस्तु अस्तु अग्रिमे मम भ्राता रामायणे सः अतिविख्यातः रामपत्न्या सीताया रामपत्न्याः सीतायाः अन्वेषणाय सः शतयोजन विस्तृतं सागरं लङ्घितवान् अहमपि बले पराक्रमे युद्धे च तेन तुल्यः वर्ते इति साभिमानं वदति भीमसेना अन्ते मार्गप्रयच्य मार्गं प्रयच्य इति पुनरपि वदति वदतु शीघ्रमेव समयः किञ्चन वदति हनुमान् मम भ्राता हनुमान् पृच्छति कः सः हनुमान् हनुमान् मम भ्राता रामायणे सः अतिविख्यातः रामपत्न्या सीतायाः अन्वेषणाय शोधनाय अन्वेषणाय का भक्ति चतुर्थी एकोच्च सीतायाः शोधनाय सः तथा हनुमानः शतयोजन विस्तृतं सागरं लङ्घितवान् शतयोजन विस्तृतसागरं लङ्घितवान् इत्युक्ते कूर्दितवान् समीचीनम् अहमपि वदति अहम् अपि बले पराक्रमे युद्धे च तेन तुल्यः हनुमान् तुल्यः तेन का भक्ति अस्ति तेन क्लिष्ट तृतीयकवचन तेन तुल्यः वर्ते वर्ते इत्युक्ते अपि कर्तुं शक्नोमि कर्तुं चेताभिमानः अभिमानः अन्ते मार्ग प्रत्यक्ष मार्गं मार्गं मार्ग उद्घाटयतु मार्गम् इति पुनः अपि वदति अस्तु महोदय अग्रे हनुमान् वदति जलया मम उष्ठातुम् उत्थातुम् उष्ठातुम् सकारः नास्ति उत्थातुम् उत्थातुं शक्तिः नास्ति त्वमेव अनुकम्पय एतत् उच्चम् अपसार्य गच्छ इति वदतु अर्थं किं हनुमान् वदति चरया चरया इत्युक्ते किमस्ति महोदय वेरि ओल्ड् जरा इति पदमस्ति वार्धक्यं वार्धक्यमस्ति वयस् इति वार्धक्यं ज्येष्ठः जरया तृतीया एकवचनमस्ति जरापदस्य जरया पदमस्ति जरा अस्तु हनुमान् शक्तिः सः वदति जरा जरया खलु जरया अस्तु the hanuman shakti purve nasti purve nahi idanim idanim aham vruddhah mama shakti nasti utthatum puchham palatu patatu agre tameva anukampaya etat puchham apasharya gacha tameva tameva इति पदद्वयमस्ति खलु तत्र पुच्छमस्ति तत्र अस्तु तर्हि पुच्छं हस्ते गृहीत्वा ततः अन्य कुत्रापि करोतु तदनन्तरं लङ्घनं कृत्वा गच्छतु इति वदति कम्पति कम्पति जूजतु तत्र अत्र अनुकम्पयति करणया इति कृपया वा करुणा इति अर्थः अस्ति वा अस्तु अस्तु एवमस्ति चेत् अपसरतु दूरे अन्यत्र कुत्रापि कृत्वा अग्रे गच्छतु तत्र चित्रे अस्ति खलु पुच्छमस्ति चित्रे सः वदति मम पुच्छम् अन्यत्र कृत्वा भवतः भवान् अग्रे गच्छतु इति वदति अस्तु अग्रे एकं वाक्यं करोतु शीघ्रमपि भीमसेनः पुच्छे गृहीत्वा एतं वानरं यमसदनं प्रेषयामि इति मनसा चिन्तयति वदतु वदतु तस्य एकं वाक्यं भीमसेन पुच्छ धृत्वा वानरं यमसदं प्रेषयामि महोदय वदति वा भीमसेन मनसा चिन्तयति पुच्छं गृहीत्वा तत्र तत्र पृच्छे लिखितमस्ति खलु तत्र तत्र सप्तमी विभक्ति अस्ति खलु किमर्थं बोडि पार्ट् कृतवान् अस्तु अस्तु समीचीनं शरीरस्य अङ्गमस्ति तर्हि सप्तमी अस्ति द्वितीया अस्ति तत्र अग्रे गत्वा वानरं द्वितीया तु अस्ति, गृहीत्वा कुत्रापि अस्ति चेत् द्वितीया भवति सर्वत्र, परन्तु अत्र पृच्छः अस्ति खलु, शरीरस्य भागः अस्ति, तर्हि सप्तमी अस्ति अत्र. अस्तु अस्तु, मनसा चिन्तयति, अग्रे करोतु महोदय, पठतु एवं. इत्युक्ते यमलोके प्रेषयामि इति मनसि चिन्तयति भीमसेनः. एतत्तु कपिः अस्ति, तर्हि मारयामि एवं यमलोके प्रेषयामि इति चिन्तयति. यु एस् पि एस् गत्वा भवतः प्रेषयतु पुस्तकं तथा. खलु, अस्तु महोदय. ततः सः अवचेय वामहस्तेन पृच्छं गृहीतवान्, किन्तु तत् पृच्छं किञ्चिदपि न कम्पते. पृच्छं नास्ति महोदय, पुच्छं. सोरि, पुच्छं, सोरि. ततः सः अवज्ञया वामहस्तेन पुच्छं गृहीतवान्, किन्तु तत् पुच्छं किञ्चिदपि न कम्पते. अधुना भीमसेनः बाहुभ्यां पुच्छम् उक्षेप्तुं प्रयतते. तथापि पुच्छं न कम्पते. भीमसेनस्य शरीरं स्विद्यते. पुनः पुनः प्रयत्नेनापि सः विफलः जायते. सः नितरं लज्जते. अन्ते सः हनुमन्तं नमस्कृत्य प्रार्थयते. कपिशार्दूलः, मां क्षमतां, वानररूपधृक् भवान् सिद्धः, देवः, गन्धर्वः वा कः इति वदतु. अहं शिष्यवत् भवन्तं पृच्छामि, कृपया वदतु इति. अवज्ञया कीदृश अस्ति? अवज्ञा, अवज्ञापदस्य अवज्ञा इत्युक्ते आज्ञा न कृत्वा खलु. अवज्ञया करुणा नास्ति. वामहस्तेन, वामहस्तः दक्षिणहस्तः, वामहस्ते, वामहस्तेन पुच्छं गृहीतवान्. अस्तु, वदतु अग्रे महोदय. परन्तु पुच्छं न कम्पते, कुत्रापि न स्थितः अस्ति तत्र एव. अग्रे, तदनन्तरं द्वे बाहुभ्यां सः पुच्छं, द्वाभ्यां बाहुभ्यां, द्वाभ्यां बाहुभ्यां पुच्छं गृहीत्वा सः प्रयत्नं करोति, परन्तु न कम्पते. अग्रे, भीमसेनस्य शरीरं स्विद्यते. स्विद्यते इत्युक्ते शरीरे जलम् आगमिष्यति, परन्तु किमपि न अभवत् अभवत् खलु. परिश्रमेण जलं बहिः आगतः, परन्तु सः पुनः पुनः श्रमं कृतवान्, परन्तु विफलः. अस्तु, भीमसेनः लज्जां भवति. नितरां, नितराम् इत्युक्ते किं भगिनी? नितरां, सः नितरां लज्जते. नितराम् इत्युक्ते पूर्णतया अत्र अस्ति, पूर्णतया लज्जा अभवत्, पूर्णतया लज्जा. इदानीं किमपि अत्यन्त अपि किमपि बहु प्रयत्नं कृतवान्, परन्तु पुच्छं कुत्रापि न कम्पते. तर्हि लज्जा भवति खलु. भीमसेनः गदापाणिः आसीत् खलु, गदापाणिः आसीत्, इदानीं बहु प्रयत्नं कृतवान् तत्र, परन्तु पुच्छः कुत्रापि न गच्छति. तर्हि लज्जा अभवत्. लज्जते इति जानाति वा महोदय? अस्तु, समीचीनम्. तत्तु नास्ति संस्कृतेन, हिन्दीभाषायाम् अस्ति. अस्तु अस्तु, समीचीनं. हा, परन्तु अर्थम् अवगच्छति चेत् हा, हा, अस्तु अस्तु. अग्रे महोदय. भीमसेन हनुमन्तं पृच्छति, कृपया सः कः? कपिशार्दुल, शार्दूल इत्युक्ते सिंहः अथवा सर्वोत्तम सर्वोत्तमः सर्व उत्तमः अत्र कपि शार्दूल शार्दूल इत्युक्ते सर्व उत्तम सर्वेषु उत्तमः सिंहः अपि अर्थम् अस्ति अन्य कुत्रापि परन्तु अत्र शक्ति हा सर्व उत्तम अस्ति गुणेषु उत्तमः इति शार्दूल कपि शार्दूल माम माम माम क्षमतां ध्रुवसेना क्षमताम् इच्छति हनुमन्तम् इच्छति क्षमाम् इच्छति क्षमाम् इच्छति वानररूपधृक् भवान् सिद्ध देवः गन्धर्वः वा कः इति वदतु धृक् इत्युक्ते वानररूपधृक् धारयित्वा धारयित्वा बाणरूपः धारयति भवान् बाणरूपः धारयति भवान् धारयति धरति भवान् सिद्धः भवान् कः देवः वा गन्धर्वः वा कः क्षम्यतां समानं अहं शिष्यवत् भवन्तं पृच्छामि शिष्यवत् शिष्यः भवति कृपया वदतु अस्तु अस्तु समीचीनं महोदय अग्रिमं भवान् वाक्यद्वयं करोतु प्रथमवाक्यं केवलं महोदय वाक्यद्वयं करोतु तदनन्तरं भगिनी समापयतु अस्तु तदा हनुमान् स्वस्य परिचयम् उक्तवान् भीमसेनः पृच्छति कः भवान् कः इति वदति तर्हि हनुमान् वदति सः कः कः परिचयः उक्तवान् समीचीनम् अग्रे महोदय भीमसेनः भक्त्या तां नमस्कृतवान् एकवाचनं मतिमत्या नमस्कृतवान् इत्युक्ते आलिङ्गतवान् अस्तु प्रीत्या का विभक्ति प्रीत्या भक्तिभक्त्या प्रीतिप्रीत्या नास्ति चिन्ता भवान् समीचीनतया अवगच्छति इति मन्ये नास्ति चिन्ता नास्ति नास्ति चिन्ता हनुमान् प्रीत्या तम् आलिङ्गतवान् तम् इत्युक्ते भीमसेनं खलु जनद्वयं सन्ति तत्र हनुमान् अस्ति एवं भीमसेनम् अस्ति हनुमान् प्रीत्या तम् इत्युक्ते भीमसेनं हनुमन्तं हनुमान् प्रीत्या तम् आलिङ्गितवान् आलिङ्गनं हा समीचीनं तथा अस्ति खलु प्रीत्या प्रीति स्नेहं प्रीति प्रीति इत्युक्ते तत्र माता एवं पुत्री अस्ति चेत् स्नेहम् आमामां तथा तथा समीचीनम् अस्तु अस्तु अस्तु अस्तु समीचीनम् अस्तु अस्तु समापयतु भगिनि वाक्यद्वयं ततः सः भीमसेनस्य प्रार्थनाम् अङ्गीकृत्वा रामावतारे स्वस्य यादृशं शरीरम् आसीत् तादृशं विशालं शरीरं दर्शितवान्। अन्ते तम् आशीर्भिः अनुगृह्य अन्तर्हितः अभवत्। अस्तु, वदतु। हनुमान् शरीर पूर्वे हनुमान् भीमसेनस्य प्रार्थना करोति। हनुमान् मनस्य शरीर पूर्वे लघु अस्ति। प्रार्थना अन्ते विशाल भवति, विशालं भवति। भीमसेनस्य आशीर्भिः अनुग्रह करोति। गच्छति आशीर्भिः का विभक्ति लिङ्गम् खलु। समीचीनम्। अन्य कोऽपि प्रश्नः वा? केवलम् एकनिमिषः पश्यामः। अस्तु, अत्र नवतिः पुटे अस्ति खलु एड् धातुः। एड् धातुः महोदय करोतु, अभ्यासः भविष्यति। एड् धातुः आत्मनेपदीनां धातूनां लट्लकारे रूपाणि एवं भवन्ति। एड् धातुः एधते, वदतु। सः एधते, सः एधते, ते एधते, तौ तौ एधते, ते एधन्ते, त्वं त्वम् एधते, तौ एधते, युवाम् एधते, युयम् एधद्वे, अहम् एधे, आवाम् एधामहे, वयम् एधामहे। समीचीनम्। अग्रे महोदय वदतु। सः एकनिमिषः, एद् इत्युक्ते एद् एधते इति वर्धते, समानम् अर्थमेव। सः एधते, सः ते वदतु, भवान् सहते, सहते, सः सहते, तौ सहेते, ते सहान्ते, त्वं सहते, सहसे, सहसे, यूयं युवां, युवां सहेते, यूयं सह वृद्वे। समीचीनं, समीचीनम्। अहम् आहे, साहे, आवां, सहावाहे, वायं, वयं, सहामहे। अस्तु, समीचीनं, समीचीनं। किं सहते, सहते इत्युक्ते सहनासक्ति अस्ति खलु, कोऽपि निन्दा करोति अपि स्वस्य कृते अस्ति किमपि प्रकाशम् इत्युक्ते तत्र प्रतिक्रिया नास्ति, कष्टं कष्टं भवति चेदपि प्रतिक्रिया नास्ति। वन्दते भगिनी, करोतु अग्रे। सः नास्ति, वन्दे वन्दे, भवती जानाति एव सः तौ ते खलु इति जानाति। त्वं युवां यूयम्, अहम् आवां वयं, वदतु। वन्दते अत्र लिखितमस्ति, अत्र लिखितमस्ति, पश्यतु अत्र अत्र लिखितमस्ति। वदतु, सः सः वन्दते, तौ वन्दते, सः वन्दन्ते, ते ते वन्दन्ते, त्वं वन्दते, युवां वन्देते, यूयं वन्दते, अहं वन्दध्वे, वन्दध्वे, अहं वन्दे, अवां वन्दावहे, वयं वन्दामहे। समीचीनम्। आगामिसप्ताहे किं कुर्मः प्रश्नः भविष्यति इत्युक्ते वन्दते खलु माता इति करिष्यामः पिता इति करिष्यामः तर्हि मनसि इति भवेत् सः इति न बालकः वन्दते बालकौ वन्देते बालकाः वन्दन्ते इति वदामः अस्तु अस्तु वन्दे वन्दे मात्रं समानम् अहं वन्दे मातरम् अहं वन्दे अन्य कोऽपि प्रश्नः अस्ति वा इदानीं प्रथमवाक्ये हा क्रियापदं तत्र अस्ति खलु क्रियापदं प्रथमवाक्ये आचरत् खलु परन्तु आचरन्त तत्र महोदयेन अपि उक्तं तत्र कर्तृप्रत्ययः अपि क्रियापदेन अपि भवितुम् अर्हति क्रियापदं विद्यते वा किं पूर्णतया तत्र आगताः अपि खलु आगताः इति अपि आगताः आगतः अपि अस्ति परन्तु सर्वत्र यदि कृदन्तरूपमस्ति चेत् क्रियापदम् आवश्यकं न